अस्तु, अस्माकं नूतन न्यायशास्त्र वर्गे सर्वेषां स्वागतम्. पुस्तकम् अस्ति विद्याधरी इति. प्रायः सर्वेषां पुरतः PDF वा साक्षात् पुस्तकं वा स्यात्, नो चेत् कृपया PDF उद्घाटयतु. अनन्तरं पुस्तकमपि क्रेतुं शक्नुमः तत्र संस्कृतभारती पुस्तकभण्डारे एव अस्ति इति चिन्तयामि. स्वरूपमहोदय ईमेल् प्रेषितवान् अस्ति, कृपया तदपि स्वीकरोतु. अस्तु, न्यायशास्त्रं तु वयं सर्वे जानीमः एव. तत्र भारतीय दर्शन शास्त्रे तत्र भागद्वयं वर्तते. भागद्वयम् इत्युक्ते द्विविधा अस्ति, तत्र आस्तिकशास्त्रम् इति अनन्तरं नास्तिकशास्त्रम् इति. ये वेदस्य प्रामाण्यम् अङ्गीकुर्वन्ति ते तानि शास्त्राणि आस्तिकशास्त्राणि सन्ति. यानि शास्त्राणि वेदस्य प्रामाण्यं न मन्यन्ते तानि भवन्ति नास्तिकशास्त्राणि इति. तत्र आस्तिकशास्त्राणि षट् सन्ति. नास्तिकशास्त्राणि तु तत्र चार्वकः, बुद्धजैन इति बहवः सन्ति. परन्तु तत्र आस्तिकशास्त्राणि षड् सन्ति. ते न्याय, वैशेषिक, योग, संख्या, मीमांस, वेदान्त इति. तत्रापि यदा वेदस्य प्रामाण्यं मन्यन्ते चेदपि तत्रापि किञ्चित् भेदः वर्तते. इत्युक्ते तत्र वेदः पौरुषेयः वा अपौरुषेयः वा इति चिन्तनद्वयम् अस्ति. ये अपौरुषेयः इति मन्यन्ते ते वेदः अनादिः अस्ति, तत्र कोऽपि रचितः एव नास्ति, तस्य रचितः नास्ति, आरम्भः नासीत्, अन्तः अपि नासीत् इति वदन्ति. ये पौरुषेयः इति मन्यन्ते, पौरुषेयः इत्युक्ते पुरुषात् आगच्छति इति पौरुषेयः. ये पौरुषेयः इति मन्यन्ते ते तत्र ईश्वरेण उक्तः, ऋषिभिः श्रुतः, तत्र ऋषिभिः श्रुत्वा अनन्तरं तस्य मुद्रणम् इव कृतवन्तः, तदेव वेदः इति ते सामान्यता सामान्य अवगमनं तथा अस्ति. तत्र पुरुषः इत्युक्ते मनुष्यः, ईश्वरः द्वौ अपि तत्र अन्तर्भूतौ एव पुरुषः इति. तदर्थमेव तत्र पौरुषेयः इति वदामः चेत् तत्र ईश्वरेण उक्तः चेत् अपि तत्र पौरुषेयः इति वदामः. अस्तु, अपि च तत्र शास्त्राणि दर्शनशास्त्राणि सन्ति तत्र आस्तिकशास्त्राणि. तेषां लक्ष्यमस्ति आत्मज्ञानं, कथं ज्ञानं प्राप्नुमः इति. तत्र न्यायशास्त्रे काचित् पद्धतिः अस्ति. तत्र आत्मा इति कश्चन पदार्थः अस्ति. पदार्थः इत्युक्ते किम् इति वयम् अग्रे चर्चां करिष्यामः. परन्तु इदानीम् एतत् अवगच्छन्तु, तत्र आत्मा इति कश्चित् पदार्थः अस्ति. सप्तपदार्थाः सन्ति न्यायशास्त्रे. सप्तपदार्थे द्रव्यम् इति, तेषु द्रव्यम् अन्यतमम्. अनन्तरं तत्र नवद्रव्याणि सन्ति. नवद्रव्येषु आत्मा इति तत्र आत्मा इति अपि एकं द्रव्यम् अस्ति. आत्मा तत्र द्विविधा, जीवात्मा, परमात्मा इति. तत्र न्यायशास्त्रे अस्माकं पद्धतिः अस्ति तत्र विश्वस्य वर्णनं. विश्वस्य वर्णनद्वारा तेन मार्गेण, माध्यमेन भगवतः अनुभूतिः इति तदेव न्यायशास्त्रे न्यायशास्त्रस्य चिन्तनमस्ति. तत्र न्यायशास्त्रे तत्र न्यायशास्त्रं किमर्थं प्रसिद्धः इत्युक्ते तत्र लौकिकचिन्तनं बहवः सन्ति. तत्र यद्यपि पारिभाषिकविषयः, पारिभाषिक इत्युक्ते टेक्निकल् पारिभाषिक विषयः अधिकं वयं पठिष्यामः अग्रे, तत्र लौकिक उदाहरणं दत्त्वा तस्मात् एव ते तत्र पारिभाषिकविषयस्य अपि वर्णनं करोति. तदेव तेषां पद्धतिः अस्ति. तत्र तर्कविषये न्यायः, न्यायमित्युक्ते तर्कः, तर्कसङ्ग्रहः इति एव अन्नम्भट्टः इति अन्नम्भट्टेन रचितः तर्कसङ्ग्रहः एव अस्माकं पुस्तकं. तस्य आधारेण एव विद्याधरी इति पुस्तकं देवदत्तमहोदयेन रचितं. तत्र एतस्य पठनेन तर्कचिन्तनं, अस्माकं तर्कचिन्तनं सुदृढं भवति. तत्र तदेव अत्र न्यायशास्त्रस्य लक्ष्यम् अस्ति. यदि ज्ञानम् इति वदामः चेत् तत्र कथं ज्ञानं प्राप्नुमः इति चिन्ता तु सहजमेव. तत्र ज्ञानं चतुर्विधं भवति. प्रत्यक्षज्ञानम्, अनुमानज्ञानम्, उपमानज्ञानं, शब्दज्ञानम् इति. प्रत्यक्षज्ञानम् इत्युक्ते प्रायः वयं सर्वे जानीमः तत्र इन्द्रियैः यद् ज्ञानं लभ्यते तदेव प्रत्यक्षज्ञानम् इति. इत्युक्ते तत्र मम पुरतः पुस्तकम् अस्ति चेत् अहम् अक्षुद्वारा पुस्तकं पश्यामि, दृष्ट्वा अहं तत्र ज्ञानं प्राप्नोमि अत्र पुस्तकम् अस्ति इति. नो चेत् कोऽपि किमपि वार्तां वदति चेत् मां प्रति, अत्र श्रुत्वा अहं किमपि ज्ञानं प्राप्नोमि. तत्र कर्णद्वारा तस्य ज्ञानं भवति. तदेव अस्ति प्रत्यक्षज्ञानम् इति. इन्द्रियैः ज्ञानं साक्षात् वयं प्राप्नुमः तदेव प्रत्यक्षज्ञानम्. अनुमानज्ञानम् इत्युक्ते किमपि अनुमीयते इत्युक्ते तत्र दूरे धूमः दृश्यते, दूरे धूमः अस्ति चेत् वयं ज्ञातुं शक्नुमः तत्र प्रायः अग्निः स्यात् इति. तत्र यथा धूमः अस्ति चेत् तत्र वह्निः इत्युक्ते अग्निः एव, वह्निः अस्ति इति वयं ज्ञातुं शक्नुमः. तदेव अनुमानज्ञानम् इति. यत् प्रत्यक्षं नास्ति परन्तु वयं अनुमीतुं शक्नुमः. अनन्तरम् उपमानज्ञानम्. उपमानज्ञानम् इत्युक्ते तुलना इत्युक्ते सदृशं किमपि सादृश्यम् अस्ति चेत् तद्द्वारा ज्ञानं भवति. तदेव अस्ति उपमानज्ञानम् इति. शब्दज्ञानम् इत्युक्ते कोऽपि विश्वसनीयपुरुषः वा महिला वा अस्ति चेत् तेषां द्वारा तेषां किमपि वदति, नो चेत् किमपि तेषां द्वारा ते किमपि लिखति वयं पठामः तथा. परन्तु तेषां द्वारा यद् ज्ञानं वयं प्राप्नुमः तस्य नाम तद् ज्ञानम् अस्ति शब्दज्ञानम् इति. तत्र तथा ज्ञानस्य माध्यं तत्र चतुर्विधम् अस्ति. इदानीं चिन्ता मास्तु, यदा भवन्तौ अवगच्छन्ति चेत् सम्यक्, नो चेत् चिन्ता मास्तु. किमर्थं चेत् यदा वयं पुस्तकं पठामः तत्र एतत् सर्वं पुनः पुनः आगच्छति, अस्माकं ज्ञानं निश्चयेन सुदृढं भवति एव. अनन्तरं इदानीं वयं न्यायशास्त्र पठनारम्भं कुर्मः. परन्तु अत्र तत्र यदा वयं स्मः तत्र नूतनप्रश्नम् उदेति, कः पठति न्यायशास्त्रं, किमर्थं पठति इति. तत्र तदपि अस्माकम् अवगन्तव्यमस्ति. यतोहि किमपि पठामः चेत् किमर्थं तस्य पठनं, कः पठति, एतत् वयं ज्ञात्वा एव पठनारम्भं करणीयं. नो चेत् तत्र अस्माकमपि किमपि लक्ष्यं स्यात् खलु, तत्र किमपि पठामः चेत् तत्र तस्य रीसनिङ्ग् इति भवतु, तदपि वयं तदपि वयं ज्ञातव्यम्, अस्माभिः न ज्ञातव्यं. तत्र कः पठति न्यायशास्त्रम् इत्युक्ते, तत्र यदा भारते संस्कृतविश्वविद्यालयम् अस्ति चेत् तत्र विश्वविद्यालयेषु एका शैली अस्ति, पठनशैली इति. तत्र प्रथमं व्याकरणं पाठयति. किमर्थं चेत् यदि भाषा सम्यक्तया ज्ञातव्यं चेत् तत्र व्याकरणज्ञानम् आवश्यकं. तर्हि तत्र प्रथमं साधारणतया व्याकरणं पाठयति. व्याकरणस्य अनन्तरं न्यायशास्त्रस्य पठनं भवति. तदपि अनिवार्यं भवति. तत्र न्यायशास्त्रं संस्कृतं भारतीय विश्वविद्यालयेषु पठन्ति ते निश्चयेन न्यायशास्त्रस्य परिचयः निश्चयेन तेषां कृते भवति एव. तद् अनिवार्यं भवति. न्यायशास्त्रस्य पठनेन लाभद्वयं भवति. एकं तु अस्माकं चिन्तन शुद्धिः भवति. तत्र यदा अहं पूर्वम् उक्तवती खलु, तत्र विश्वस्य वर्णनम् इति, तत्र पश्यामः चेत् जगति अनेकानि वस्तूनि सन्ति. प्रत्येकं वस्तु नीत्वा तत्र तेषां वर्णनं कथं करणीयं, तस्य गुणः कः, धर्मः कः, तत्र कथं तस्य वर्णनं सम्यक्तया वयं कर्तुं शक्नुमः इति अस्माकं चिन्तनशुद्धिः न्यायशास्त्रस्य पठनेन भवति निश्चयेन. तत्र अस्माकं चिन्तन सुदृढम् अपि भवति. तत्र चिन्तनं सुदृढं भवति, तत्र निश्चयेन तत्र शुद्धिः अपि भवति. द्वितीय लाभः अस्ति तत्र भवति, तत्र संस्कृतभाषाज्ञानं निश्चय. तत्र भिन्नभिन्नपदानि, भिन्नभिन्नरीत्या वयं कथं वक्तुं शक्नुमः, कथम् एक तत्र यदा घटः अस्ति चेत्, घटः नास्ति इति एकं विधं, तत्र अभावः इति कश्चित् विषयः अस्ति, तदपि वयम् अग्रे पठामः. अभावः इत्युक्ते तत्र घटः नास्ति चेत् तत्र घटाभावः अस्ति इति न्यायशास्त्रे वदामः. तु तर्हि तत्र तथैव तत्र जलम् अस्ति चेत् तत्र सामान्यजलम् अस्ति, कूपीजलम् अस्ति, नदीजलम् अस्ति, समुद्रजलम् अस्ति, तत्र कथं वयं यदा पश्यामः चेत् निश्चयेन तत्र जलस्य भेदः ज्ञातुं शक्नुमः. परन्तु वदनसमये कथं समुद्रजलं नदीजलम् इति कथं वर्णनं कर्तुं शक्नुमः, कथं तत्र भेदः प्रकटीकर्तुं शक्नुमः इति, तद् ज्ञानमपि न्यायशास्त्र पठनेन निश्चयं सुदृढं भवति. अस्तु, एतदेव किञ्चित् परिचयरूपेण वक्तव्यम् आसीत्. इदानीं पठन आरम्भं कुर्मः. तत्पूर्वं ये किञ्चित् विलम्बेन आगतवन्तः ते कृपया नामानि उच्यताम्. अहं श्रुतवती. नमस्कारः. नमस्ते, राधाकृष्ण अस्मि. राधाकृष्णमहोदय, अस्तु. अहं विजया अस्मि. अहं सार्धषड्वादनपर्यन्तमेव अत्र भवामि. चिन्ता नास्ति भगिनि. राधाकृष्णमहोदय, भवानपि स्वरूपमहोदयम् ईमेल् प्रायः न प्रेषितवान् खलु, आगच्छति इति? न प्रेषितवान्. कक्षानन्तरं प्रेषयतु. अस्तु, धन्यवादः महोदय. अपर्णा भगिनी, भवती तत्र पठन आरम्भं अस्तु. अनन्तरम् इतोपि एकं वक्तव्यम् आसीत्. अस्माकं पठनशैली अस्ति, तत् पुस्तकं स्वीकृत्य वयं शनैः क्रमेण किञ्चित् पठित्वा किं पठितवन्तः इति तस्य अवगमनं भवति खलु, तत् किञ्चित् वदामः. यत्र अवगन्तुं न शक्नोति चेत् चिन्ता मास्तु, अहं सहायं करोमि. अनन्तरं यत्र कुत्रापि किमपि गेप् भवति चेत् तदपि अहं पूरयामि. तु तदेव भवति अस्माकं पठनशैली. तु तर्हि अपर्णा भगिनी आरम्भं करोति वा? तत्र अत्र पुस्तके प्रथमपुटे तत्र श्लोकानि सन्ति खलु, तदनन्तरं जगति अनेकानि इति अस्ति, तस्मात् आरम्भं श्रीः. जगति अनेकानि वस्तूनि सन्ति, पर्वताः, नद्यः, गृहाणि, मनुष्याः, इतरे प्राणिनः, वनानि, नगराणि इत्यादीनि. तेषां ज्ञानेन बुद्धिः विशदा, विचारसमर्था भवति, परन्तु ते अनन्ताः अनेकविधाश्च. अतः सर्वेषां सर्वविधानां ज्ञानं दुःशकम्. अतः किञ्चन वस्तु यत् बहुषु वर्तते, तद् आदाय तेषां ज्ञापनाय पूर्वाचार्यैः यत्नः कृतः. अस्तु, यथा अस्तु भगिनि, किञ्चित् वदति वा तत्र यद् अवगच्छति इति? वयं यदा जगत् पश्यामः चेत् अनेकानि वस्तूनि वयं पश्यामः. अनेकानि वस्तूनि सन्ति, स्थावराणि यथा पर्वताः, चेतनवस्तूनि, नद्यः, मनुष्याः, भिन्नप्राणिनः, वनानि, नगराणि, सर्वाणि. किन्तु वस्तूनि अनेकविधाः भवन्ति, अनन्ताः भवन्ति. तेषां परिशीलनेन तेषां कीविधम् एतद् वस्तु इत्यस्य परिशीलनेन, इत्यस्य एकः सूक्ष्मविश्लेषणेन, ज्ञानेन यद् बुद्धिः भवति मनसि, तत् विचारः अस्माकं बुद्धिः विशदीकरोति, समर्थः अपि करोति. किन्तु एतानि वस्तूनि अनन्ताः, अनेकविधाः इति कारणेन वयं सर्वाणि वस्तूनि परिशीलन अशक्नुमः. तस्मात् कारणात् सर्वाणि एकः वस्तुम् आदाय तत् स्वरूपं किमिति परिशील्य तस्य ज्ञापनाय एकः केटगरि, एकः गुणः यथा वयं दृष्टवन्तः, निबिडीकृत्य तस्य ज्ञानं प्राप्तेन सुलभं भवति. इत्यस्मात् कारणात् पूर्वाचार्यैः यत्नः कृतः. तस्य कारणेन सर्वाणि वस्तूनि एतत् गुणः आरभ्य द्रव्यम् इति कृत्वा निबिडीकृतः अस्ति इति. सम्यक् भगिनि, परन्तु तत्र तथा नास्ति. तत्र सप्तपदार्थाः इति अग्रे आगच्छन्ति द्रव्यम् आरभ्य. तत्र विश्वे यानि कानि वस्तूनि सन्ति तत्सर्वं तत्र सप्तपदार्थाः इति ते वदन्ति. तत्र सप्तपदार्थे ते अन्तर्भूताः भवन्ति. यत्किमपि भवतु तत्र विश्वे, यत्किमपि वस्तु भवतु, तद् द्रव्यं वा गुणः वा, अनन्तरं सप्तपदार्थाः के इति आगच्छन्ति. तत्र सप्तपदार्थेषु अन्तर्भूताः भवति निश्चयं. तदेव तत्र सम्यक् भगिनि बहु उत्तमरीत्या उक्तवती भवती. तत्र तदेव तत्र विषयः अस्ति. तत्र तत्र चित्रं पश्यामः चेत् तत्र चित्रे इत्युक्ते तत्र अस्ति खलु, तत्र अतः किञ्चन वस्तु यद् बहुषु वर्तते, तद् आदाय तेषां ज्ञापनाय पूर्वाचार्यैः यत्नः कृतः इति. इत्युक्ते तत्र द्रव्यम् इति अस्ति. द्रव्यमस्ति चेत् द्रव्ये गुणः भवति तत्र पृथ्वी जलं तेजः वायुः आकाशः कालः दिक् आत्मा मनः इति नवद्रव्याणि सन्ति. नवद्रव्ये पश्यामः चेत् पृथ्वी अस्ति चेत् पृथ्व्यां गन्धः अस्ति. तत्र वयं न्यायशास्त्रे वदामः गन्धवती पृथ्वी इति. यत्र गन्धः अस्ति तत्र निश्चयेन पृथ्व्याः अंशः अस्ति इति. तत्र तदेव तत्र तु तत्र किं भवति तत्र किञ्च यत्र गन्धः अस्ति तु इदानीं वयं प्रत्येकं वस्तु यद् पृथ्वी अस्ति तद् तस्य ज्ञानम् आवश्यकम् इति न. इदानीं तत्र प्रत्येकं वस्तु पृथक्तया वयं अवगत्य तत्र तस्य तत्र तस्य अवगमनं करणीयमिति चिन्तयामः चेत् तत् बहु दुष्करं भवति. तद् बहु कठिनमस्ति खलु, तत्र बहु जाटिल्यम् अस्ति. परन्तु इदानीं वयं जानीमः तत्र गन्धः अस्ति चेत् पृथ्वी इति चेत् तत्र तत्सर्वम् एकं ग्रूपिफिकेशन् नो चेत् क्लासिफिकेशन् इति वदामः खलु, तथा भवति. इदानीं तत्र प्रत्येकं वस्तु द्रष्टव्यम् इति न आवश्यकम्. तथैव तथा ते अस्माकं पूर्वाचार्यैः तथा कृतवन्तः इति एव तत्र विषयः अस्ति. इतोपि तत्र तद् आदाय इति अस्ति. आदाय इति पदस्य रूपं किं धातु किम् इति कोऽपि वक्तुं शक्नोति वा? बहु परिचयधातुः अस्ति, परन्तु आदाय इति वयं प्रायः न दृष्टवन्तः इतःपर्यन्तम् अस्माकं भाषावर्गे वा पुस्तके वा. तत्र धा धातुः आ उपसर्गपूर्वक धा धातुः अस्ति. न्यायशास्त्रे अधिकप्रयोगः वयं पश्यामः तस्य आदाय इति धातोः. तत्र आदाय इत्युक्ते स्वीकृत्य इति एव. तत्र धा इति यदस्ति तस्य विपरीत अर्थं भवति यदा आ इति उपसर्गः आगच्छति चेत्. यदा यथा गच्छति आगच्छति इति विपरीत अर्थं भवति खलु, तथैव धा आधा इति आधा इति विपरीत अर्थं भवति. प्रश्नः अस्ति वा, किमपि अग्रे सरामः वा? अस्तु, पवन महोदय भवान् अग्रे पठति वा? आं भगिनि, कुतः आरम्भं करणीय? तत्र अग्रिमपुटे एतानि नववस्तूनि इति अस्ति खलु, तस्मात्. हा, तथा एतानि नववस्तूनि गृह्णीमः. तेषु सर्वत्र कश्चित् गुणः अवश्यं वर्तते. गुणः इति वस्तुः पृथिव्यां जले तेजसि इत्येवं सर्वेषु वस्तुषु वर्तते इति गुणः अनुगतं वस्तु अथवा पदार्थः. गुणः इति वस्तु पृथिव्यां जले तेजसि इत्येवं सर्वेषु वस्तुषु वर्तते इति गुणः अनुगतं वस्तु अथवा पदार्थः. अतः समादाय एते नवपदार्थाः द्रव्यमिति संज्ञां लभन्ते. तथा च कञ्चन विशेषमादाय सः विशेषः येषु वर्तते तेषाम् एकां संज्ञां कृत्वा आचार्यैः पदार्थबोधनाय यत्नः कृतः. न वदतु, इतःपर्यन्तं किम् अवगतवान् इति. अस्तु, तत्र नूतनानि पदानि सर्वाणि प्रयत्नं करिष्यामि. अस्तु, नववस्तूनि गृह्णीमः. अत्र प्रथमं यत् उक्तं वस्तूनि इति, तान् पूर्वपटे पश्यतु, तत्र नववस्तूनि सन्ति खलु, पृथ्वी जलं तेजः वायुः आकाशः कालः दिक् आत्मा मनः इति नववस्तूनि सन्ति. आमाम् आम्. तेषु सर्वत्र कश्चित् गुणः अवश्यं वर्तते. प्रत्येकस्मिन् पदार्थे एकः न्यूने एकः गुणः तु वर्तते इति तत्र दृश्यते. गुणः इति वस्तु पृथिव्यां जले तेजसि, यदि पश्यामः चेत् तत्र पृथिव्यां जले तेजसि तथा प्रत्येकस्मिन् पदार्थे पृथिव्यां गन्धः जले शैत्यं तेजसि औष्ण्यं यथा नवपदार्थान् यदि पश्यामश्चेत् तत्र प्रत्येकस्मिन् पदार्थे गुणः अस्ति इति एकम् अवगतम्. अनन्तरं गुणः अनुगतं वस्तु अथवा पदार्थः इत्युक्ते गुणः अस्ति चेत् पदार्थः इति अर्थः वर्तते वा तत्र अथवा तत्र तत्र तत्र किमस्ति चेत् तत्र गुणः प्रत्येकं वस्तु पश्यामः चेत् तत्र प्रत्येकं वस्तूनि तत्र किमपि गुणः वर्तते एव तथैव तत्र ये यानि वस्तूनि तत्र गुणः वर्तते तेषां नामकरणं कृतं द्रव्यम् इति. अस्तु अस्तु अस्तु तत्र नामक तत्र संज्ञाम् इत्युक्ते केवलं नामधेयं नो चेत् नामकरणम् इति एव तत्र द्रव्यम् इत्युक्ते किं गुणः इत्युक्ते किम् इति सर्वं वयम् अग्रे पश्यामः परन्तु इदानीम् एतत् अवगच्छन्तु तत्र यथा तत्र गुणः अस्ति यत्र गुणः अस्ति तद् द्रव्यम् इति तर्हि तत्र पृथ्व्यां जले तेजसि वायो वायौ आकाशे काले दिशि तत्र दिक् तत्र तत्र सर्वेषु वस्तुषु तत्र गुणः अस्ति इति कारणात् तत्र द्रव्यमिति दत्तम्. अनन्तरम् अन्तिमे वाक्ये यत् सूचयन्ते यत्नः इत्युक्ते आचार्यैः बोधनाय तत्र द्रव्यम् इति दत्तं वा संज्ञा? आम् आम् तत्र क्लासिफिकेशन् रूपेण तत्र अस्माकं सुलभबोधनाय तत्र द्रव्यम् इति एकः पदार्थः कृतः. महोदय अत्र प्रश्नः अस्ति तत्र पूर्वमेव पदार्थः इति नाम अस्ति तर्हि पुनः द्रव्यम् इति किमर्थं तत्र द्रव्यस्य किमपि पदार्थः इति तत्र पदा तत्र पदार्थः इत्युक्ते यानि तत्र विश्वे यानि वस्तूनि सन्ति तत्सर्वं किमपि एकः पदार्थः एव परन्तु तत्र पदार्थे अपि तत्र सप्तविधाः सन्ति तत्र अग्रिमपुटे पश्यति चेत् तत्र लिखितमस्ति द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावः अभावाः सप्तपदार्थाः इति तु तत्र सप्तपदार्थाः सन्ति तत्र प्रथमपदार्थः अस्ति द्रव्यम् इति. येषु गुणः वर्तते ते द्रव्यम् परन्तु केवलं द्रव्यमेव एकमेव पदार्थः इति न द्रव्यम् अपि एकः पदार्थः. अस्तु अवगतं वा? केवलम् अवगमनार्थं कोऽपि पदार्थः अस्ति वा यत् यस्मिन् गुणः नास्ति तद् द्रव्यं न इति केवलम् उदाहरणार्थम् अवगमनार्थं तद् आगच्छति तत् सर्वम् अग्रे आगच्छति परन्तु तत्र गुणः अस्ति चेत् तत् द्रव्यमेव. अस्तु अवगतं भगिनि अग्रे पठामि वा? न महोदय प्रायः रामप्रिया भगिनी अस्ति चेत् पठतु परन्तु इतः पर्यन्तं सर्वे अवगच्छन्ति खलु तत्र कृष्णः अस्ति चेत् कृपया पृच्छताम्. अहं पठामि. एकः प्रश्नः अस्ति भगिनि. वदतु. एतानि नव वस्तूनि अस्ति वा सन्ति वा? तदपि यदा पदार्थः सप्तविधाः सन्ति तथा द्रव्यमपि नवविधं तत्र पृथ्वी जलं तेजः वायुः आकाशः कालः दिक् आत्मा मनः इति नवविध द्रव्याणि सन्ति. नवविध वस्तूनि मिलित्वा द्रव्यम् इति वदामः किल? नवविधवस्तूनि इति न परन्तु येषु वस्तुषु गुणः अस्ति ते द्रव्यम् इति वदामः तत्र विश्वे यत्किमपि वस्तु भवती पश्यति तस्मिन् वस्तुनि गुणः अस्ति चेत् तद्वस्तु भवति द्रव्यं. अस्तु भगिनि, अहं पठामि वा भगिनि? एकक्षणम्, इतोपि एकः प्रश्नः अस्ति, तत्र सम्यक्तया नावगन्तव्यं, यदि केवलं नवविधद्रव्याः एव सन्ति वा अथवा इतोपि एकं भवितुम्? द्रव्यं नव, नवद्रव्याणि एव सन्ति. आम् ऐ मीन् न्यायशास्त्रे नवविधद्रव्याणि सन्ति. अस्तु, मम प्रश्नः, धन्यवादः. ये पदार्थाः द्रव्याणि सन्ति ते, क्षम्यतां, ये द्रव्याणि नवद्रव्याणि सन्ति ते अपि पदार्थाः एव. तत्र तत्र भेदः प्रभेदः इति चिन्तयतु. तत्र यथा चिन्तयतु, एषिया इति काण्टिनेण्ट् अस्ति खलु, तत्र नो चेत् तत्र भारतमिति देशः अस्ति, भारते प्रदेशः अस्ति, तथा तत्र प्रथमं पदार्थः अस्ति, पदार्थे द्रव्यगुणकर्म एतत् सर्वम् अस्ति, अनन्तरं द्रव्ये पृथ्वी जलं ते तेजसः इति ते सर्व अन्तर्भूताः. अस्तु, आं पठतु भगिनि. पदार्थः द्रव्ये अन्तर्भूता, क्षम्यतां भगिनि, प्रश्नः अस्ति वा? पदार्थः द्रव्ये अन्तर्भूता, पदार्थः सप्त, न द्रव्यम् इति एकः पदार्थः, तत्र सप्तपदार्थः पदार्थाः सन्ति, द्रव्यम् इति एकः पदार्थः, द्रव्ये जलं तेजसि पृथ्वी जलं तेजस् तेजः वायुः एतत् सर्वम् अन्तर्भूताः. प्रत्येकद्रव्ये गुणः अस्ति, विशेषगुणः प्रथम पुटे दत्तवन्तः. सत्यं, गुणद्रव्ये अन्तर्भूतान्? न, गुणः द्रव्ये न अन्तर्भूताः, गुणः द्रव्ये अस्ति, परन्तु यदि पदार्थविषये वदामः चेत् तत्र द्रव्यं पृथक्, गुणः पृथक्, परन्तु गुणः द्रव्ये तिष्ठति, तत्र गुणस्य आधारः भवति द्रव्यम्. अत्र अनुगतं वस्तु अथवा पदार्थ, तस्य अर्थं किं भगिनि? तत्र प्रथमं द्रव्यम् इति एकः पदार्थः अस्ति, द्रव्ये गुणः वर्तते इति कारणात् तत्र गुणः इति अन्यपदार्थः अपि अस्ति इति, तत्र द्रव्ये अनन्तरं गुण इति अपि इतोपि एकं पदार्थः, इतोपि एकः पदार्थः अस्ति इति. अस्तु अस्तु अस्तु, इदानीं पठतु भगिनी, क्षम्यताम्. तत्र यः विशेषः गृहीतः सः बहुषु भवेत्, एकस्मिन् वा भवेत्, बहुषु भवेत् भवति चेत् बहूनां सा संज्ञा, यथा पृथ्वी द्रव्यम् इति उच्यते, जलमपि द्रव्यं, समवायत्वम् इति पदार्थः एकस्मिन् एव वर्तते, अतः एकस्यैव समवाय इति संज्ञा भवति. अतश्च अनन्तानामपि पदार्थानाम् अनेन उपायेन निरूपणं शुष्कं भवति. अस्तु भगिनी, वदतु. विशेष यः विशेषगृहीतः सः बहुषु भवेत् एकस्मिन् बहुषु विशेषः भवेत् एकस्मिन् द्रव्ये वा या बहुषु भवेत्, समीचीनं वा? आम्, बहुषु भवति चेत् बहूनां तस्य नामकरणं, यथा पृथिवी द्रव्यम् इति अहं कथयते, जलमपि द्रव्यं, समवायत्वम् इति अर्थः कः भगिनि? इदानीं वयं तत्र न गच्छामः, तत्र केवलं समवायत्वम् इति एकः विषयः, एकपदार्थः अतः एकमेव अस्ति सः, अतः समवाय इति तस्य नामकरणम्. अतश्च अनन्तानामपि पदार्थानाम् उपायेन निरूपणं, तत्वाक्यम् अहं न अवगच्छामि भगिनि. अस्तु, अहं वदामि. तत्र पश्यति चेत् अत्र पूर्वतन पृष्ठे दृष्टवन्तः खलु, तत्र द्रव्यमिति जलं पृथ्वी जलं तेजः वायुः इति अनेकपदार्थाः, क्षम्यताम्, अनेकवस्तूनि सन्ति, अनेकानि वस्तूनि, ते सर्वे द्रव्यम् इति द्रव्ये अन्तर्भूताः इति वयम् उक्तवन्तः. तत्र यत्र गुणः वर्तते तद् द्रव्यम् इति, एतत् सर्वेषु गुणः वर्तते इति कारणात् एतानि वस्तूनि द्रव्यम् इति. तत्र बहूनां तथा द्रव्यम् इति एका संज्ञा प्राप्तं. बहूनि वस्तूनि, तत्र जलमस्ति चेदपि जलं द्रव्यं, पृथ्वी अस्ति चेदपि पृथ्वी द्रव्यं, वायुः अपि द्रव्यम् इति बहुषु बहूनां संज्ञा द्रव्यम् इति एका एव संज्ञा अभवत्. अनन्तरं पश्यतु तत्र समवायत्वम् इति किमपि विषयः अस्ति. समवाय इति पदार्थः अस्ति, तद् एकस्मिन् एव वर्तते. तत्र यथा द्रव्यम् अनेकानि वस्तूनि द्रव्यं सन्ति तथा न, परन्तु एकस्मिन् वा भवेत् बहुषु वा भवेत् तत्र न, तत्र एका संज्ञा दत्त्वा तेषां नामकरणं क्रियते. तु तत्र अनन्तानां पदार्थ तत्र अनन्ताः पदार्थाः सन्ति विश्वे. एतेन उपायेन, तत्र लघुना उपायेन, तत्र यद्यपि तत्र अनन्ताः पदार्थाः विश्वे स्यात्, तथापि वयं तत्र एतेन उपायेन तेषां निरूपणं सुलभतया कर्तुं शक्नुमः. कृषकम् इत्युक्ते सुलभतया इति, तत्र क्लेशकरं न वर्तते इति. पठामि वा भगिनि? अस्तु, इदानीं सरला भगिनी भवती पठति वा? आं भगिनि. सङ्ग्रहादि ग्रन्थेषु सप्तपदार्थः इति यः विभागः दर्शितः सः इमां रीतिं बुद्धौ निध्यायव कृतः. यदि वस्तूनि सङ्ग्रहं भवति, तत् सङ्ग्रहादि इत्युक्ते अस्माकं पुस्तकं, तत्र तर्कसङ्ग्रहः इति अस्ति खलु, तत्र सङ्ग्रहादि ग्रन्थेषु सप्तपदार्थाः विभागाः सन्ति तत्र. यद्वयम् इदानीं चर्चितं तेन मार्गेण एव सप्तपदार्थाः इति विभागः कृत्वा तत्र तर्कसङ्ग्रहपुस्तके तत्र अस्ति इति. तत्र एकक्षणं भगिनि, तत्र सः इमां रीतिं बुद्धौ निधाय एव कृतः, तत्र सन्धि अस्ति खलु, सन्धि विभज्य पठामः चेत् निधाय एव कृतः. निधाय एव कृतं मीन्स् पृथक् पृथक् हा. तत्र एतत् यद्वयं पूर्वं चर्चितं तद् आधारेण एव तद् निधाय इत्युक्ते तद् मार्गेण तत्र सप्तपदार्थाः इति विभागः प्रदर्शितः इति. अस्तु, अग्रे पठतु भगिनि. वात्स्यायनभाष्यात् आदिग्रन्थेषु एवं वर्णयन्ति. वात्स्यायन अधो क्वचित् लिखितवन्तः. वात्स्यायनमहर्षि गौतमग्रणीतन्वाय सूत्राणां भाष्यकार. वात्सायनमहर्षिः गौतमप्रणीतन्यायसूत्राणां भाष्यकारः इत्युक्ते, तत्र गौतमः इति ऋषिः एव प्रथमं न्यायशास्त्रस्य संस्थापकः अस्ति. सः एव न्यायशास्त्रं रचितवान्. वात्स्यायनमहर्षिः तस्य भाष्यं लिखितवान् तदेव तत्र. एवं वर्णयति, प्रथमतः उद्देशः तत् लक्षणं तत् परीक्षा इति. ततः परीक्षा इति. उद्देशो नाम निर्देशः. द्रव्यम् इति कथनं, गुणः इति कथनम्. अत्र द्रव्यं कथं ज्ञातव्यम् इति न निरूप्यते, केवलं संज्ञा उच्यते. अतः अयम् उद्देशः. केन वस्तुना द्रव्यं ज्ञातव्यं? गुणेन. यत्र गुणः तत् द्रव्यम् इति कथनं द्वितीयं. तत् एव लक्षणम् इति उच्यते. इदानीं उद्देशलक्षण द्रव्यम् उद्देशलक्षणत्रयो विभाग न तथा न तत्र द्रव्यम् इति न तत्र यदा न्यायशास्त्रग्रन्थमस्ति तत्र एका शैली अस्ति तत्र प्रथमतः प्रथमम् उद्देशः इत्युक्ते नामकरणं तत्र संज्ञा द्रव्यम् इति एका संज्ञा पदार्थः इति एका संज्ञा गुणः इति एका संज्ञा इति ते नामकरणं भवति तत्र प्रथमं नामकरणं भवति तदनन्तरं तस्य लक्षणं किम् इति उच्यते इत्युक्ते तत्र द्रव्यम् इत्युक्ते किं वयम् उक्तवन्तः खलु यस्मिन् गुणः वर्तते तद् द्रव्यम् इति तथा तत्र तस्य लक्षणं वदन्ति तदेव तत्र केन वस्तुना द्रव्यं ज्ञातव्यं गुणेन तथा तत्र तदेव तत्र द्रव्यस्य लक्षणं भवति तदेव तत्र प्रथमम् उद्देशः अनन्तरं लक्षणम् इति परीक्षा इति तृतीयमस्ति परीक्षा एकक्षणं अस्तु राम् कार्तिक् महोदय भवान् पठति वा. गुणः इति पदार्थः द्रव्ये वर्तते न वा अस्ति चेत् गुणः इति पदार्थः द्रव्ये वर्तते न वा अस्ति चेत् सर्वत्र वर्तते न वा इत्यादिविचारः परीक्षा तया च परीक्षया विचारः परिपूर्णः भवति. तर्कसङ्ग्रहे उद्देशभागः लक्षणभागः इति द्वयमेव वर्तते न तु परीक्षाभागः. बालबोधनाय प्रवृत्तत्वात् अग्रे पठामि वा श्लोकपर्यन्तं. निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः. अस्तु वदतु महोदय. यदि वयं परिशीलयामः गुणः इति पदार्थः द्रव्ये वर्तते वा न वा इति तद् परीक्षा इति वदामः. परीक्षया अस्माकं विचारः परिपूर्णः भवति इत्युक्ते तत्र प्रथमं वयम् उक्तवन्तः तत्र गुणः यस्मिन् वर्तते तद् द्रव्यम् इति अनन्तरं यत्किमपि वस्तु वयं पश्यामः चेत् तथा तस्य परिशीलनं भवति तत्र तस्मिन् वस्तुनि गुणः अस्ति वा न वा इति तद् भवति परीक्षा. तु प्रथमं नामधेयं तत्र तदेव उद्देशः इति कथे इति भवति. द्वितीयमस्ति लक्षणम् इत्युक्ते तत्र इत्युक्ते किं तत्र यदपि नामधेयं दत्तवन्तः इत्युक्ते किम् इति तस्य लक्षणं भवति. तृतीयं भवति यत्किमपि अन्यवस्तु पश्यामः चेत् तत्र परिशीलनं कृत्वा तत्र एतद् द्रव्यं भवति वा नो चेत् गुणः भवति वा नो चेत् कर्म भवति वा द्रव्यमस्ति चेत् जल वा पृथ्वी वा तेजः वा इति तत्सर्वं भवति परीक्षा इति. अस्तु अग्रे वदतु. अपि च तत्र अत्र उच्यते उद्देशभागः लक्षणभागः एव तर्कसङ्ग्रहे वर्तते न तु परीक्षाभागः. किमर्थं चेत् तत्र बालबोधनाय इति अस्ति तत्र बालः इत्युक्ते कः इति बालः इति तदेकः शास्त्रीयशब्दः अस्ति अत्र तत्र श्लोकं पश्यति चेत् तत्रापि बालानां सुखबोधाय इति अस्ति खलु तत्र बालः इत्युक्ते तत्र किमपि शास्त्रीयशब्दः अस्ति. बालः इत्युक्ते कः इत्युक्ते ग्रहणधारण पटुः इति इत्युक्ते यस्मिन् अवगमन शक्ति अस्ति ग्रहण इत्युक्ते अवगमनशक्ति धारण इत्युक्ते स्मरणशक्ति तर्हि यस्मिन् अवगमनशक्ति अस्ति स्मरणसामर्थ्यम् अस्ति सः एव बालः इति वदामः. तत्र बालानां सुखबोधाय इत्युक्ते तादृशबालानां सुखबोधाय इति अवगमनम् अस्माभिः अवगन्तव्यमस्ति. अत्र अहं पूर्वम् उक्तवती खलु, तत्र यदा विश्वविद्यालयं भारतीयविश्वविद्यालयं गच्छामः चेत् तत्र प्रथमं व्याकरणपठनं तदनन्तरं न्यायशास्त्रपठनम् इति, तत्र अधीतव्याकरण कोशादिमान् इति अस्ति. इत्युक्ते यः व्याकरणकोशादि विषयम् अधीतवान् अनन्तरम् अनधीततर्कशास्त्रः इति, अनधीततर्कशास्त्रः इति तत्र बहुव्रीहिसमासः अस्ति, तु सा तदेव बालः इति शब्दस्य लक्षणमस्ति. तत्र यः व्याकरणकोशादि ग्रन्थः पठितवान् तर्कशास्त्रः न पठितवान् सः एव बालः इति. तत्र निधाय कृतिविश्वेषं तत्र विश्वस्य ईशम् इत्युक्ते विश्वस्य नियन्ता ईश्वरं तं कृति इत्युक्ते हृदये स्थापयित्वा गुरुं नमित्वा बालानां वयं चर्चितवन्तः बालः इत्युक्ते कः इति तेषां बोधनाय एतत् एषः पुस्तकः तर्कसङ्ग्रहः इति ग्रन्थः रचितवान् इति अन्नम्भट्टः तर्कसङ्ग्रहस्य लेखकः सः वदति एतत् अहम् एतत् किमर्थं तर्कसङ्ग्रहः रचितवान् इति तत्र लिखितवान् अस्ति. अपि च अत्र तर्कसङ्ग्रहे महती चर्चा भवति तत्र मङ्गलाचरणविषये. तत्र मङ्गलाचरणं निर्विघ्न निर्विघ्नपरिसमाप्ति पुस्तकस्य निर्विघ्नपरिसमाप्ति भवतु इति तत्र प्रथमं मङ्गलाचरणेन अस्माकम् आचार्यैः पुस्तकारम्भं क्रियते. परन्तु तत्र तत्रापि महती चर्चा अस्ति, किमर्थं चेत् तत्र चार्वाकः तु एतत् मतं न अङ्गी कुर्वन्ति, परन्तु तेषां पुस्तक तेषां शास्त्राणि तत्र समाप्तम् अभवत् एव. तत्र बुद्धजैन अपि तथैव. अनन्तरं कादम्बरी इति पुस्तकमस्ति, तत्र मङ्गलाचरणम् अस्ति परन्तु तस्य निर्विघ्नपरिसमाप्तिः न अभवत्. तर्हि तत्र तस्मिन् विषये अपि महती चर्चा अस्ति. इदानीम् अस्माकं कृते मास्तु, परन्तु अहं उक्तवती किमर्थं चेत् तत्र पुस्तके तत् सर्वम् अस्ति. तर्कसङ्ग्रह मूलपुस्तकं पश्यामः चेत् तत् सर्वम् अस्ति अत्र. अस्तु, प्रश्नः नास्ति चेत् अग्रे पठामः वा? अस्तु, सुमलता भगिनी भवती पठति वा अग्रे? आं भगिनि. द्रव्यगुण कर्म सामान्य विशेष समवाया भावाः सप्तपदार्थाः. तत्पूर्वमस्ति खलु भगिनि, तदादौ अन्नम्भट्टः ग्रन्थस्य. अहं चिन्तितवती भवती उक्तवती इति. तदादौ अन्नम्भट्टः ग्रन्थस्य निर्विघ्नपरिसमाप्तये मङ्गलाचरणं कृत्वा सप्तपदार्थान् नाम्ना निर्दिशति द्रव्येति. उपरि यथा उक्तं तत् मङ्गलाचरणश्लोकं रचयित्वा सप्तपदार्थानां नामानि अपि नामानि निर्दिष्टितवान् द्रव्यमिति निर्दिष्टितवान्. तत्र द्रव्ये इति अस्ति चेत् द्रव्यमिति आरभ्य इति अर्थमत्र द्रव्ये इति, तत्र अनन्तरम् आगच्छति. अपि च अस्मिन् पुस्तके यत् स्थूलाक्षरैः अस्ति, यथा तत्र श्लोकमस्ति, तदनन्तरं द्रव्यगुणकर्म इति तत्सर्वम् अस्ति, तत्तु तर्कसङ्ग्रह पुस्तकेषु अस्ति इति. अनन्तरं यत् स्थूलाक्षरैः नास्ति तदेव देवतमहोदयेन लिखितम्. पठतु भगिनि. द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तपदार्थाः. द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः, इमे सप्तपदार्थाः. तत्र अर्थः उद्देशे नामनिर्देशे आदौ द्रव्यं निर्दिष्टं कुतः यतः इतरे सर्वेपि द्रव्यमाश्रित्य तिष्ठन्ति. अत्र सप्तपदार्थाः इति दत्तवन्तः. तत्र आदौ द्रव्यम् इति पदार्थं निर्दिष्ट द्रव्यम् इति संज्ञा निर्दिष्टमस्ति. कुतः इत्युक्ते किमर्थम् इत्युक्ते इतरे सर्वेपि पदार्थे सर्वेपि पदार्थेषु द्रव्यं तानि पदार्थानि द्रव्यमाश्रित्य एव तिष्ठन्ति इति कारणात् द्रव्यं प्रथमं दत्तमस्ति. तत्र अस्ति विशेषः. एकक्षणं भगिनि, एकक्षणं क्षम्यतां. तत्र कुतः इति अस्ति खलु, कुतः इत्युक्ते अर्थं किं? कुतः इत्युक्ते किमर्थं? हा सत्यं. तत्र न्यायशास्त्रे कुतः इति वयं यदा अस्माकं L1 L2 तत्सर्वं कृतवन्तः, तत्र कुतः इत्युक्ते कुतः आगतवान् इत्युक्ते सन्निवेल् नगरतः आगतवान् इति वदामः खलु. तत्र परन्तु न्यायशास्त्रे तथा नास्ति. कुतः इत्युक्ते किमर्थम् इति अर्थः. अस्तु अग्रे पठतु भगिनि. तत्र अस्ति विशेषः. द्रव्ये गुणः तिष्ठति इति यदि उच्यते तर्हि द्रव्यम् अधः वर्तते. गुणः द्रव्यस्य उपरि वर्तते इति ज्ञायते. यथा यज्ञदत्तः आसने वर्तते इत्युक्तौ यज्ञदत्तः उपरि आसनम् अधः भवति इति ज्ञायते. तत्र आसनं यज्ञदत्तस्य भारं वहति. वदतु भगिनि. अत्र एकः विशेषः अस्ति इति वदति. द्रव्ये गुणः भवति इति अहं चर्चितवन्तः. तत्र द्रव्यं प्रथमम् आगच्छति, अनन्तरं वयं द्रव्ये गुणः अस्ति इति वदामः. अस्माकं एकम् उदाहरणम् अस्माकं कृते एकम् उदाहरणमपि दत्तवान् अत्र. यज्ञदत्तः आसने वर्तते इत्युक्ते यज्ञदत्तः उपरि अस्ति, आसनम् अधः भवति इति ज्ञायते. तादृशसम्बन्धः एव द्रव्यगुण मध्ये वर्तते इति उच्यते. तत्र आसनं यज्ञदत्तस्य भारं वहति इत्युक्ते द्रव्यस्य द्रव्यं गुणः उपरि तिष्ठति इति वा? न न, तत्र इत्युक्ते तत्र द्रव्यं गुणस्य आधारः भवति इति. तदेव पूर्वमपि दृष्टवन्तः खलु, द्रव्यम् आश्रित्य तिष्ठन्ति इति. इत्युक्ते तत्र तेषाम् आधारः भवति द्रव्यं तु. तर्हि तत्र लौकिक उदाहरणं पश्यामः चेत् तत्र वयं पूर्वम् अपि पठितवन्तः, तत्र द्रव्ये गुणः वर्तते इति. द्रव्ये गुणः वर्तते इत्युक्ते अर्थं किम् इत्युक्ते, तत्र यदा लौकिक उदाहरणं पश्यामः चेत् तत्र यज्ञरतः आसने वर्तते इति अस्ति चेत् तत्र किमर्थं, तत्र किम् अर्थम् अस्ति? अत्र आसनम् अधः अस्ति, यज्ञदत्तः उपरि अस्ति इति एव वयं तत्र चित्ररूपेण वयं द्रष्टुं शक्नुमः खलु. यदा कोऽपि वदति चेत् यज्ञदत्तः आसने अस्ति इति कोऽपि वदति चेत् वयम् अस्माकं मनसि किं चित्रम् आगच्छति, तत्र यज्ञदत्तः उपरि अस्ति, आसनम् अधः खलु. तथैव गुणः द्रव्ये वर्तते इति, नो चेत् गुणः द्रव्ये तिष्ठति इति अस्ति चेत् तत्र गुणः उपरि द्रव्यम् अधः अस्ति इति. तत्र गुणस्य आधारः द्रव्यं भवति इति. उदाहरणार्थं पृथ्वी इति स्वीकुर्मः चेत् गन्धः पृथ्व्याम् अस्ति. सत्यं. गन्धस्य आधारं भवति पृथ्वी. पृथ्वी विना गन्धस्य गुणं अहं ज्ञातुं न शक्नुमः इति वा? सत्यं. गन्धः इति गुणः पृथ्व्याम् अस्ति इति तथा. सत्यम्. अस्तु भगिनि, मम प्रश्नः अपि आसीत्, आश्रित्य इत्युक्ते अत्र गुणः पृथक् न भवितुम् अर्हति, गुणः तत्र द्रव्ये एव गुणः, द्रव्यम् आश्रित्य एव द्रव्यं तस्य आधारः भवति। सुनील् महोदय अग्रे पठति वा? आम्, आधार आधेयभावव्यवस्थापनम्। अत्रेदं कल्पयामः आसनं प्राणि इति, तर्हि तत् आसनम् इदं चिन्तयेत्, अहं यज्ञदत्तस्य भारं वहामि, इयं भारवहनस्य चिन्ता एव अधिकरणता आधारता इति च वा उच्यते। वदतु। अन्नमहोदयस्य कल्पना स्वीकृत्य आसनं प्राणी इति उच्यते, आसनम् एवं चिन्तयेत्, अहं यज्ञदत्तस्य भारं वहामि इति, इयं भारवहनस्य चिन्ता एव अधिकरणता आधारता इति उच्यते। अस्तु, अत्र पश्यामः चेत् अत्र आसनम् अस्ति, आसनं प्राणी इति चिन्तयतु। अस्तु, अत्र अस्तु प्रश्नः अस्ति, तत्र प्राणी इति ह्रस्व इकारान्त अस्ति खलु, किमर्थं प्राणिन् इति प्रातिपदिकं पश्यामः चेत् तत्र पुल्लिङ्गे प्राणी इति भवति, परन्तु तत्र ह्रस्व इकारान्तः अस्ति खलु, किमर्थं कोऽपि वक्तुं शक्नोति वा? नपुंसकलिङ्गं वा? हा, उत्तमं भगिनि, हा नपुंसकलिङ्गम् अस्ति, तदर्थमेव तत्र प्राणी इति ह्रस्व इकारः अस्ति। तत्र आसनं प्राणी इति चिन्तयति चेत् तत्र आसनं चिन्तयति अहं भारं वहामि इति, तत्र सुन्दरी बालिका अस्ति इति चिन्तयतु, तत्र बालिकायाः भावमस्ति खलु, तद् भावमस्ति सुन्दरता इति, तत्र तल्प्रत्ययः अस्ति, सुन्दरता उन्नतता इति तत् भावमस्ति, तदेव भावम् अस्ति अधिकरणता नो चेत् आधारता इति, तत्र समानपदमेव, यत्र आधारः अस्ति तत्र भावमस्ति आधारता, अधिकरणम् अस्ति चेत् तत्र भावः अस्ति तत्र अधिकरणता इति, तु तत्र आसने तत् तद्भावः अस्ति, अधिकरणता आधारता इति भावः अस्ति, यतोहि आसनं चिन्तयति अहं यज्ञदत्तस्य भारं वहामि इति। तत्र अधिकरणता आधारता समानम् एव वा? समानमेव। एकः प्रश्नः अस्ति, तत्र पदार्थानाम् आवली अस्ति किल, द्रव्यं गुणः कर्म इति, तादृशं तत्र द्रव्यस्य विशेषणमस्ति प्रथमम् इति, तत्र आरोहणक्रमं तादृशक्रमम् अस्ति वा? इत्युक्ते तत्र द्रव्यस्य विशेषम् इत्युक्ते तत्र किमर्थं द्रव्यं प्रथमम् अस्ति इति चिन्तयामः चेत् तत्र द्रव्यमाश्रित्य एव अन्यपदार्थाः तिष्ठन्ति इति कारणात्, तत्र तत्र प्रथमं द्रव्यम् आगच्छति, अनन्तरं गुण आयाति, अनन्तरं कर्म इति, तत्र किमर्थं चेत् तत्र आश्रय आश्रित्य भावः अस्ति, आधारादेयभावः, तत् किञ्चित् स्वीकृत्य एव तथा अस्ति, तत्र द्रव्ये एव सर्वेषाम् आधारः द्रव्यम् अस्ति इति कारणात् तत्र द्रव्यं प्रथमम् अस्ति। द्रव्ये गुणः अस्ति, द्रव्ये कर्म अस्ति, तादृशं वा? सत्यं, तथा। अथवा द्रव्ये गुणः अस्ति, गुणे तथा न, गुणकर्मसामान्यविशेषः तत्सर्वं सर्वेषाम् आधारः द्रव्यः अस्ति। अग्रे पठामि वा? एकक्षणम्, अत्र आदेय इति तत्र आधार आधेयभावव्यवस्थापनम् इति अस्ति खलु, तत्र आधारः इत्युक्ते यद् आधारः अस्ति, आधारता अधिकरणता यस्मिन् अस्ति तद् आधारः, आदेयः इत्युक्ते यः आश्रयते आधारे तदस्ति आदेयः इति। अतः द्रव्यस्य भावः वा अधिकरणता आधारता वा इति भवान् एव वदतु. द्रव्ये तत्र आसन्दे यज्ञदत्तः वर्तते इति अस्ति चेत् कुत्र अस्ति अधिकरणता आधारता? आसन्दे अस्ति, आसन्दे अस्ति. हा सत्यं, तथैव तत्र द्रव्ये गुणः वर्तते इत्युक्ते तत्र द्रव्ये एव अस्ति अधिकरणता आधारता, द्रव्ये एव अस्ति. अस्तु अस्तु, अग्रे राजी भगिनी पठति वा? आं भगिनि. यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि इति. इयं चिन्ता एव यज्ञदत्ते विद्यमाना आधेयता इत्युच्यते. यज्ञदत्तं विहाय कश्चित् अचेतनः भक्ष्यमाणः सङ्ख्यारूपगुणः उपरि भवति चेत् अपि सः गुणोऽहं भारं स्थापयामि इति चिन्तयति इति आलोचयामः. अतः तादृशे पदार्थे आधेयता भवति, तथा आसने अधिकरणता वर्तते. वदतु भगिनि. यज्ञदत्तः यदि चिन्तयति अहं यदि आसने सः तिष्ठति चेत् सः चिन्तयति अहं भारं स्थापयामि इति. अतः यत् एषा चिन्ता आधेयता इति उच्यते. यज्ञदत्तं विहाय कश्चित् अन्य अचेतनः अस्ति चेत् भारं स्थापयामि इति चिन्तयति. तस्य पदार्थे आधेयता भवति, तथा आसने अधिकारता अहं न अवग. अस्तु अस्तु, चिन्ता नास्ति भगिनि, अहं वदामि. अत्र पश्यतु, तत्र यज्ञदत्तः अस्ति, यज्ञदत्ते आदेयता अस्ति इति वयं तत्पर्यन्तम् अवगच्छामः खलु. तत्र यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि इति, तर्हि यज्ञदत्ते आदेयता अस्ति. यज्ञदत्तं विहाय अहं प्रयत्नं करिष्यामि. वदतु महोदय, निश्चयेन. अस्तु, अत्र पूर्वं यथा तत्र दर्शितं, यदि यज्ञदत्तः तत्र तिष्ठति सः चिन्तयति भारमहं स्थापयामि इति मम आधेयता इति चिन्तयामः. तत्र यज्ञदत्तः न अन्य कोऽपि अचेतनः वक्ष्यमाणः इत्युक्ते यद्वयं द्रष्टुं शक्नुमः सङ्ख्यारूपगुणः इत्युक्ते सङ्ख्यारूपगुणं दर्शयति तद् उपरि भवति चेदपि तदपि वयं चिन्तयामः तदपि तथा तत्र स्थापयामि भारम् इति तस्य गुणः वर्तते इति चिन्तयामः. अतः तादृशे यदि यज्ञदत्तः नास्ति, यः चेतनः अस्ति सः नास्ति, अचेतनः कोऽपि पदार्थः अस्ति चेदपि तस्य अध्येयता वर्तते इति वयम् अत्र अवगच्छामः इति चिन्तयामः. सत्यं, बहु सुन्दररीत्या उक्तवान् भवान्. तत्र अचेतनवस्तु अस्ति चेदपि तस्मिन्नपि तद् आदेयता अस्ति. यथा वयं पूर्वं दृष्टवन्तः खलु, अधिकरणता आसने अस्ति इति. आसनमपि अचेतनवस्तु एव. यथा आसने अधिकरणता अस्ति, तथैव यज्ञदत्तः वा भवतु, नो चेत् अन्य गुणः इति अचेतनवस्तु किमपि अन्य अचेतनवस्तु वा भवतु, तत्रापि आदेयता भवति. तत्र सङ्ख्यारूपगुणः उपरि भवति चेत् तत् इत्युक्ते पूर्वस्मिन् पुटे सङ्ख्याकालः. तत्र गुणः इति किमपि अन्यगुणः वर्तते चेदपि तत्रापि तत्र आदेयता अस्ति इति. केवलम् अचेतन इति तत्र अचेतनः गुणः इति, तत्र किमपि तत्र चेतनः नास्ति खलु. तत्र प्राणी गुणः इति प्राणी नास्ति, तत्र चेतनवस्तु नास्ति. अचेतनवस्तु चेदपि तत्रापि आदेयता इति भावः, तत् आदेयता इति तत्र यद् भारं स्थापयति तस्य भावः अस्ति आदेयता. तद्भारं क्षम्यतां, तद्भावः तत्र अचेतनवस्तु वा भवतु चेतनवस्तु वा भवतु तस्मिन् वर्तते इत्येव. इत्युक्ते भगिनी, आदेयता इस् गुणः वा? स्नादेता इति भावः अत्र अन्यत् किमपि पदार्थः वा अन्यत् किमपि यत् सचेतनः अस्ति परन्तु वक्षमाणः नास्ति अपि च सङ्ख्यारूपगुणः न वर्तते तर्हि तादृशी किमपि भवति वा इति अत्र तत्र पुनः पुनः तत्र किमर्थं तत्र अचेतनः इति उक्त्वा पर्याप्तं खलु परन्तु पुनः तत्र वक्षमाणः इति अपि लिखितम् तत्र पूर्वं वयम् उक्तवन्तः खलु तत्र द्रव्यगुणः वर्तते इति तत्र तद्गुणः तु अचेतनः एव अस्ति खलु आं सत्यं सत्यं तत्र मम प्रश्नः आसीत् यज्ञदत्तः अस्ति चिन्तयतु सः वक्षमाणः अस्ति सङ्ख्यार्थगुणः अस्ति चेतनः अपि अस्ति तथैव अचेतनः कोऽपि यदस्ति परन्तु तस्य वक्षमाणत्वं नास्ति सङ्ख्यारूपगुणत्वं नास्ति तादृशी अचेतनः किमपि यत्किमपि अचेतनः भवतु तत्र तत्र सङ्ख्यारूपगुणः इति उदाहरणरूपेण एव दत्तमस्ति परन्तु तत्र अस्माकं यद् अस्माभिः यदवगन्तव्यम् इत्युक्ते तत्र यद्यपि उपरि अस्ति यद् भारं स्थापयति तस्मिन् आदेयता इति भावः वर्तते इति एव यत्र यत्र अधिकरणता अस्ति क्षम्यतां यद् अधिकरणम् अस्ति तस्मिन् अधिकरणता इति भावः यद् यद् भारं स्थापयति तस्मिन् आदेयता इति भावः अस्तु इत्युक्ते आसन्दे दूरवाणीं स्थापयामि हा सत्यम् आसन्दे दूरवाणी अस्ति चेत् दूरवाण्याम् आदेयता इति भावः आसन्दे अधिकरणता इति भावः सत्यं भगिनी अत्र गुणः इत्युक्ते कश्चन गुणः भवति परिमाणात्मकं खलु कश्चन गुणः भवति भिन्नभिन्न भिन्नभिन्नगुणाः सन्ति भगिनि अग्रे वयं पठामः तत्र अस्ति वा अत्र सङ्ख्यारूपगुणः इति सङ्ख्या इत्यपि एकः गुणः अस्ति रूप इत्यपि गुणः अस्ति तदेव तत्र सङ्ख्यारूप इति यत्किमपि तदेव उक्तवती खलु तत्र उदाहरणरूपेण तत्र दत्तमस्ति तत्र चतुर्विंशतिगुणाः सन्ति तेषां किमपि गुणमस्ति चेत् गुणस्य आधेयता भवति द्रव्यस्य आधारता भवति इति गुणे आधेयता भवति द्रव्ये अधिकरणता भवति सत्यं अस्तु भगिनि अस्तु लक्ष्मी भगिनी भवती पठति वा ओ भवती एव इदानीं पठितवती खलु न वा न अहं राजी पठितवान् ओ अस्तु अस्तु लक्ष्मी भगिनी पठतु तर्हि लक्ष्मी भगिनी अस्ति वा सुब्रह्मण्यमहोदय राधाकृष्णमहोदय अस्मि भगिनि अत्र सुब्रह्मण्यः अस्मि अत्र अत्र अन्तिमभागः खलु भगिनि तत्र अस्तु प्रकृते अपि द्रव्यम् अधः अस्ति गुणश्च उपरि अस्ति इति उक्तौ द्रव्ये अधिकरणता गुणे च आधेयता अस्ति इति आयातम् इदानीं तु तथैव अहं वयं चिन्तितवन्तः खलु द्रव्यमधः अस्ति गुणः उपरि अस्ति इत्युक्ते अत्र द्रव्ये अधिकरणता गुणे आधेयता अस्ति इति वक्ष्यामि आसने अधिकरणता वर्तते इत्यमुं विषयं लघुना उपायेन कथं निरूपयामः तत्र निष्ठ इति वर्ति इति पदद्वयम् उपकरोति अतः आसननिष्ठा अधिकरणता आसनवर्तिनी अधिकरणता इति वाक्यद्वयं जातम् तद्वदेव यज्ञदत्तनिष्ठा अधेयता यज्ञदत्तवर्ती अधेयता इति च वाक्यद्वयम्। सत्यम् अस्तु। अत्र किञ्चित् न्यायशास्त्रस्य आरम्भं भवति अस्माकं कृते। अस्तु भगिनी, भवान् भवती एव वदतु भगिनी। अस्तु अस्तु वदामि। तत्र अमुम् इति अस्ति खलु, तस् प्रातिपदिकं किं तत्र? अदस्। अदस् सत्यम्। असौ अमु अमी अमुम् अमु अमून् इति तत्र अदस् इति प्रातिपदिकम् अस्तु। तत्र आसने अधिकरणता अस्ति, यज्ञदत्ते आदेयता अस्ति इति एतत् सर्वम् उक्तवन्तः खलु। तत्र तत् कथं वक्तुं शक्नुमः, तद् बृहत् बृहत् वाक्यं विहाय तत् कथं वक्तुं शक्नुमः इति प्रश्नः अस्ति। किमर्थं चेत् तत्र न्यायशास्त्रे पश्यामः चेत् तत्र निष्ठावर्ती इति स्वीकृत्य बहु बृहत् वाक्यं रचयन्ति तत्र। तर्हि तत्र पृथक् पृथक् कृत्वा वदामः चेत् तत्र प्रायः एकपृष्ठ एव स्यात्। तत्र यत् वक्तव्यम् आसीत् तद् एकपृष्ठः प्रायः पर्याप्तं न भवति। तथापि वाक्यम् अस्ति न्यायशास्त्रे, तदर्थमेव तत्र अस्ति। निष्ठ इत्युक्ते वर्तते इत्येव अर्थः। निष्ठवर्ति इति द्वयमपि समानपदमेव। अत्र पश्यामः तत्र अधः अतः आसननिष्ठा अधिकरणता इति, तत् इत्युक्ते तत्र आसने अधिकरणता वर्तते इति वदामः खलु। तत् तत्र द्वितीयप्रयोग भिन्नरीत्या वक्तव्यं चेत् तत्र आसननिष्ठा अधिकरणता, अधिकरणता कीदृशी, अधिकरणता आसननिष्ठा इति। तथैव आसनवर्तिनी इति तत्र इनि प्रत्ययः स्त्रीलिङ्गे, वर्तिन् इति प्रातिपदिकं, वर्तिनी इति स्त्रीलिङ्गे, आसनवर्तिनी अधिकरणता। अधिकरणता इति भावः तु स्त्रीलिङ्गमस्ति, तर्हि तत्र आसनवर्तिनी अधिकरणता, नो चेत् आसननिष्ठा अधिकरणता इत्युक्ते तत्र यद्वयं पूर्वं पठितवन्तः तदेव तत्र अर्थः। तत्र इत्युक्ते तत्र आसने अधिकरणता अस्ति, आसने आसननिष्ठा अधिकरणता इति वक्तुं शक्नुमः। तदेव तत्र आसननिष्ठा अधिकरणता इति तत्र व्यस्तप्रयोगः। यदा यज्ञदत्तविषये पश्यामः चेत् तत्र समासप्रयोगः अस्ति, तथा एव तद्वदेव यज्ञदत्तनिष्ठ आदेयता, तत्र यज्ञदत्तनिष्ठा आदेयता, नो चेत् यज्ञदत्तनिष्ठ आदेयता, तथैव यज्ञदत्तवर्ती आदेयता इत्युक्ते यज्ञदत्तवर्तिनी आदेयता इति व्यस्तप्रयोगः। समासप्रयोगः अस्ति यज्ञदत्तवर्ती आदेयता। वर्ती इत्युक्ते वर्तते इति एव अर्थमत्र। निष्ठा इत्युक्ते तत्र युक्त वर्तते इति एव अर्थं। तत्र आसने अधिकरणता अस्ति, यज्ञदत्ते आदेयता अस्ति इति यदा वक्तव्यं चेत् तत्र आदेयता कीदृशी इति वक्तव्यं चेत् तत्र यज्ञदत्तनिष्ठा आदेयता, यज्ञदत्तनिष्ठ आदेयता इति समस्तप्रयोगं व्यस्तप्रयोगं चेत् यज्ञदत्तनिष्ठा आदेयता इति। तथैव सम्यक् वा? अस्तु। राधाकृष्णमहोदय भवान् अस्ति वा? भगिनी प्रश्नः अत्र, यदि यज्ञदत्तस्य निष्ठा अथवा वर्ति आधेयता भवति, तत्र आधारः कः भवति? यज्ञदत्तः वा? यज्ञदत्ते आदेयता अस्ति, सत्यं सत्यं, यज्ञदत्तवर्ती आदेयता इत्युक्ते यज्ञदत्ते आदेयता अस्ति, तत्र आसने अधिकरणता अस्ति, यज्ञदत्ते आदेयता अस्ति इति दृष्टवन्तः खलु। तत्र आसने अधिकरणता अस्ति चेत् आसनवर्तिनी अधिकरणता, नो चेत् आसननिष्ठा अधिकरणता, तथैव यज्ञदत्तनिष्ठा आदेयता, यज्ञदत्तवर्तिनी आदेयता। समासप्रयोगः अस्ति आसननिष्ठ अधिकरणता, आसनवर्ति अधिकरणता। तर्हि केवलं अवगमार्थं पृच्छामि, तत्र यज्ञदत्तस्य यद् चिन्तनं भवति तत्र अन्ते अस्ति खलु, तत्र चिन्तनं आधारता भवति वा आधेयता भवति वा? यज्ञदत्तस्य चिन्तनम् आधेयता अस्ति, अहं भारं स्थापयामि इति यत् चिन्तनम् अस्ति तदेव आधेयता तु यज्ञदत्ते आधेयता एव अस्ति, तदर्थमेव सः भारं स्थापयति आसन्दे. आसने तत्र यज्ञदत्तः अस्ति, आसने अधिकरणता अपि अस्ति. अस्तु, किमर्थं चेत् आसनं चिन्तयति अहं यज्ञदत्तस्य भारं वहामि इति, तच्चिन्तनमस्ति खलु तदेव अधिकरणता. अस्तु अस्तु, अपर्णा भगिनी भवती पठतु अग्रे. अपर्णा भगिनी अस्ति वा? अस्तु, पवन् महोदय भवानेव पठतु. आं भगिनि, तत्र आधेयता अधिकरणता प्रतियोगित्वादयः पक्ष्यमाणाः वा सकाङ्क्षाः ससम्बन्धिकाः पदार्थाः? सकाङ्क्षः इत्यस्य कः अर्थः? यं श्रुत्वा एतत् सम्बन्धी अन्यः कः इति जिज्ञासा सर्वदैव भवति. यथा रामः पुत्रः इत्युक्तौ तस्य इति जिज्ञासा जायते. तत्र किञ्चित् एकवारं पुनः वदामि, पठामि. तत्र आधेयता अधिकरणता प्रतियोगित्वादयः पक्ष्यमाणाः वा सकाङ्क्षाः ससम्बन्धिकाः पदार्थाः? सकाङ्क्षः इत्यस्य कः अर्थः? इदं श्रुत्वा एतत् सम्बन्धी अन्यः कः इति जिज्ञासा सर्वदैव भवति. यथा रामः पुत्रः इत्युक्तौ तस्य इति जिज्ञासा जायते. यदि अहं वदामि वदामि किं वदामि अत्र दृष्ट्वा, यज्ञदत्तस्य तत्र यस्मिन् यस्मात् जिज्ञासा प्राप्नुमः वयम्, इदानीं तु तत्र पश्यामः यज्ञदत्तः आसने अस्ति इति, आसनादुपरि अस्ति इति, तत्र द्वौ उक्तौ, तर्हि जिज्ञासा कुतः? अस्तु, एकक्षणं महोदय, तत्र तत्र पश्यतु, तत्र यथा रामः पुत्रः इत्युक्तौ कस्य इति जिज्ञासा जायते. तत्र रामः इति, रामः पुत्रः इति अहं वदामि चेत् कस्य इति प्रश्नः आगच्छति खलु, तथैव तत्र पवनः पिता इति वदामः चेत् तत्रापि कस्य इति प्रश्नः आगच्छति, तदेव अस्ति ससम्बन्धिकाः पदार्थाः इति, इत्युक्ते ससम्बन्धिकाः शब्दः खलु, तत्र पिता इति शब्दः अस्ति चेत् तत्र पुत्रः इति, पुत्रः वा पुत्री वा इति शब्दस्य आवश्यकता भवति. तत्र पुत्रः वा पुत्री वा नास्ति चेत् पिता नास्ति, तथैव माता अपि नास्ति, तदेव तत्र ससम्बन्धिकशब्दाः इति वदामः. तथैव तत्र आदेयता इति वदामः चेत् तत्र अधिकरणता इति अपि आवश्यकं. तत्र आदेयता इति वयं वदामः चेत् तत्र आदेयता, आदेयतायाः सम्बन्धः शब्दः अधिकरणता इति अपि आवश्यकं खलु. तत्र आसने अधिकरणता नास्ति चेत् यज्ञदत्ते आदेयता न भवति. अवगतं भगिनि. रामः पुत्रः इति तत्र वाक्यम् अवगतं, यस्मिन् रामः पुत्रः इति वदामः चेत् तत्र सकाङ्क्षा किमर्थं, तत्र पुत्रः कस्य इति तत्र प्रश्नः भवति इति जिज्ञासा जायते, तदर्थं तत् सकाङ्क्षः इति. तथैव आधेयता अपि च अधिकरणता द्वौ अपि सकाङ्क्षिणः इति उच्यते वा? तथैव तत्र आम् प्रतियोगित्वा इति अनन्तरं वयं सर्वं पठामः. तत्र एतानि पदानि यानि सन्ति अत्र, ते सर्वे साकांक्षः इत्युक्ते तत्र तस्य तं शब्दं श्रुत्वा जिज्ञासा वर्तते अस्माकं, तत्र इच्छा अस्ति तत्र कस्य इति प्रश्नः अस्ति खलु, तत्र रामः पुत्रः इति कोऽपि वदति चेत् तत्र कस्य इति प्रश्नः आगच्छति खलु, तथा तत्र अधिकर्णता इति कोऽपि वदति चेत् तत्र आदेयता कुत्र अस्ति, नो चेत् आदेयता कः का इति तत्र प्रश्नः उदेति, तदेव तत्र साकांशः इति वदामः. तत्र एतस्य सम्बन्धी शब्दः कः इति जिज्ञासा अस्माकं मनसि आगच्छति. अस्तु, तदेव तत्र चित्रे अपि अस्ति, रामः अस्ति, रामे पुत्रत्वम् अस्ति, रामः पुत्रः इत्युक्ते तत्र रामे पुत्रत्वम् अस्ति, तत्र तत्र पुत्रत्वम् इति भावः रामे अस्ति, तत्र कस्य केन निरूपितम् इति जिज्ञासा, तत्र पुत्रत्वम् इति भावः रामे वर्तते चेत् कस्य पुत्रः इति प्रश्नः आगच्छति इति. अस्तु अस्तु, रामप्रिया भगिनी अग्रे पठति वा? आं पठामि भगिनि. अतः पुत्रत्वं पितृत्वं भार्यत्वम् इत्यादयः ससम्बन्धिकाः पदार्थाः, तथा एव आधेयता अधिकरणता इत्यादयः अपि ससम्बन्धिकाः. यज्ञदत्तः आदेयः इत्युक्तौ कस्य इति जिज्ञासा भवति. आसनम् अधिकरणम् इत्युक्तौ कस्य इति जिज्ञासा भवति. अतः एते अपि आदेयता अधिकरणता इत्यादयः ससम्बन्धिकाः अन्यपदार्थं सर्वदा अपेक्षन्ते. अत्र पुत्र पितृ भार्या इति ससम्बन्धिकपदार्थाः एव, तथा एव आदेयता अधिकरणता अपि ससम्बन्धिकाः. इण्टर्रिलेटेड् तत्र ससम्बन्धिकाः इत्युक्ते सम्बन्धेन सह इति सम्बन्धमस्ति. यज्ञदत्तः आदेयः इति उक्तवान् चेत् कस्य इति मनसि जिज्ञासा भवति. आसनम् अधिकरणम् इत्युक्ते कस्य इति प्रश्नम् उदेति. अतः एते अपि आदेयता अधिकरणता अपि ससम्बन्धिकाः. अन्यं पदार्थं सर्वदा अपेक्षन्ति. आम् आम्, तदेव तत्र तत्र चित्रमपि अस्ति खलु, तदपि तत्र आदेयः इति आरभ्य तत्र पश्यामः चेत् तत्र आदेयः अस्ति यज्ञदत्तः, यज्ञदत्ते आदेयता अस्ति, नो चेत् आदेयत्वम् अस्ति इति. तथैव आसनं भवती वदति वा? आसनम् अधिकरणं या अधिकरणत्वम् अस्ति. न, आसने अधिकरणता, आसने अधिकरणता अस्ति. आदेयता अधिकरणता ससम्बन्धिकाः अस्ति. सत्यं, तदेव अग्रे अस्ति, तदपि पठतु प्रायः. तत्र साकाङ्क्षः पदार्थः यम् अपेक्षते सः निरूपकः इत्युच्यते. निरूपकं भवति पदार्थस्य. आदेयता निरूपकः अधिकरणता, आदेयता निरूपणं करोति अधिकरणता, अधिकरणता निरूपकः आदेयता. अस्तु, तत्र पश्यामः चेत् तत्र यदा पूर्वं वयं निष्ठवर्ति इति चिन्तनं कृतवन्तः, तत्र यत् शरः अस्ति तद् एकदिशि एव गच्छति. तत्र आसननिष्ठ अधिकरणता इति आसने अधिकरणता अस्ति इति एव तत्र. परन्तु तत्र आदेयता अधिकरणता इति पश्यामः चेत् तथा न, तत्र शरः द्वौ दिशि अपि गच्छति, तत्र विपरीतदिशि अपि गच्छति. तत्र यथा पुत्रः पिता इति वदामः चेत् पुत्रस्य निरूपकः भवति पिता द्वारा, पितुः निरूपकः निरूपकं भवति पुत्रस्य माध्यमेन, खलु? तत्र निरूपकः निरूपक इत्युक्ते तत्र पुत्रे पिता तिष्ठति, पितरि पुत्रः तिष्ठति इति न, खलु? तत्र ससम्बन्धिकः इत्युक्ते तत्र एकः अन्यं निरूपयति इत्येव, तर्हि तत्र शरः दीर्षायामपि गच्छति. अवगच्छन्ति वा? अस्तु, तदर्थमेव तत्र पश्यामः चेत् आदेयता अधिकरणता अधिकरणता निरूपयति, आदेयता निरूपकः अधिकरणता इति अस्ति, तथैव तत्र अधिकरणता निरूपकः आदेयता इति अस्ति. इत्युक्ते परस्परं सम्बन्धः अस्ति, परस्परं सत्यं तथैव, परस्परं सम्बन्धः अस्ति इति. इत्युक्ते यदा वयम् आदेयस्य उपयोगं कुर्मः तदा अधिकरणस्य उपयोगमपि करणीयम् इति. आदेयतायाः प्रयोगम् अस्ति चेत् तत्र अधिकरणता अपि आवश्यकी. किमर्थं चेत् अधिकरणता विना आदेयता नास्ति, आदेयता विना अधिकरणता नास्ति. अस्तु अस्तु, अत्र प्रश्नः नास्ति चेत् आदेयता अधिकरणता आङ्ग्लभाषा अर्थं वदतु कृपया. आङ्ग्लभाषायां किञ्चित् कठिनं भगिनी, परन्तु आदेयता इत्युक्ते that which supports is adhikarnata and that which is being supported is adeyata, tatha vaktum shaknumah. Adeyata asti bhagini. Ha, prayah basis iti vaktum shaknumah. Ha, parantu tatra tad bhavah eva tatra yatra adhikarnam asti tad bhavah asti adhikarnata adhikarnata. Ha, तदेव. अस्तु, तर्हि अद्य अत्र समापयामः. आगामि मङ्गलवासरे मेलिष्यामः. धन्यवादः. शुभरात्रिः. धन्यवादः. शुभरात्रिः.